नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां हार्दं स्वागतम्. अस्माकं विषयः अस्ति दिवादिगणः इति विषयः अनुवर्तते. तत्र स्थाने अन्तरतमः इति सूत्रं जायमानमस्ति. तत्र पुनः एकवारं तत्र करपत्रात् एकवारं पुनः पठामः स्थाने अन्तरतमः इति सूत्रम्. एतत् सूत्रं तु अनुस्वारस्य ई परसवर्णः इत्यस्य प्रसङ्गे इत्यस्मिन् प्रसङ्गे उक्तमस्ति. किमर्थमिति चेत् अनुस्वारस्य यै परसवर्णः इति सूत्रे परसवर्णः इत्युक्तम्. परसवर्णः इत्यनेन तत्र तत्र बहवः वर्णाः गृहीताः भवन्ति. तत्र यत्र स्थानिनः स्थाने एकः एव आदेशः अस्ति तत्र क्लेशः नास्ति. स्थानिनः सः स्थानिनः स्थाने साक्षात् आदेशः आदिष्टः भवति, तर्हि तत्र क्लेशः नास्ति. यत्र स्थानिनः अपि च आदेशाः समसङ्ख्यकाः सन्ति तत्रापि क्लेशः नास्ति. यथासङ्ख्यम् अनुदेशसमानाम् इत्यनेन क्रमेण स्थानिनः स्थाने आदेशाः भवन्ति. परन्तु यत्र स्थानिनः अपि च आदेशाः ते समसङ्ख्यकाः न सन्ति, इत्युक्ते तत्र स्थानिनः अधिकाः सन्ति नो चेत् आदेशाः अधिकाः सन्ति. किमस्ति, न श्रूयते वा? हरि ओम्. सम्यक् श्रूयते भगिनि, सम्यक् श्रूयते. अस्तु, तर्हि तत्र यत्र स्थानिनः अपि च आदेशाः ते समसङ्ख्यकाः न सन्ति, दे नाट् ईक्वल्. स्थानिनः अपि च आदेशाः समसङ्ख्यकाः न सन्ति इत्युक्ते तत्र आदेशाः अधिकाः भवन्ति स्थानिनः अपेक्षया, अथवा स्थानिनः अधिकाः भवन्ति आदेशस्य अपेक्षया. एतादृशसन्दर्भेषु एव स्थानेन्तरतमः इति सूत्रस्य आवश्यकता भवति. यत्र समसङ्ख्यकाः सन्ति, यावन्तः आदेशाः सन्ति तावन्तः एव स्थानिनः सन्ति चेत् क्लेशः नास्ति. तत्र क्रमेण आदेशाः भवन्ति स्थानिनः स्थाने इति वक्तुं शक्यते. यत्र एकः एव आदेशः अस्ति तत्रापि क्लेशः नास्ति, साक्षात् स्थानिनः स्थाने एकः आदेशः आदिष्टः भवति. परन्तु यथा अत्र इको यणचि इति सूत्रमस्ति, तत्र इकः स्थाने यण आदेशः भवति इति उक्तम्. तत्र इक् प्रत्याहारे तत्र इक् प्रत्याहारे कोऽपि वर्णः सन्ति? कोऽपि वदतु, शुभभगिनी वदतु. आं भगिनि, इक् प्रत्याहारे इ उ ऋ ल इति चत्वारि वर्णः, चत्वारि. तत्र इत्युक्ते तत्र केवलं तावदेव? न न, तत्र इ इत्यस्य ह्रस्वः दीर्घः प्लुतः, अपि च तत्र अष्टादश रूपाणि एकैकस्य वर्णस्य, अतः तत्र इ उ ऋ ल टैम्स्. न न, तत्र लु इत्यस्य किञ्चित् भिन्नः अस्ति, दीर्घः नास्ति, ह्रस्वः एव नास्ति, ह्रस्वः अस्ति प्लुतः अस्ति, दीर्घः नास्ति. सत्यं सत्यं. तर्हि तत्र सवर्णानामपि ग्रहणम् अस्ति. तर्हि इदानीम् इक् प्रत्याहारे कति वर्णाः सन्ति इति चेत् बहवः वर्णाः सन्ति खलु? आम्. तर्हि इकः स्थाने यणादेशः भवति इति वदामः चेत् यण् प्रत्याहारे कति वर्णाः? तत्र य व र ल इति एव, तत्र तु चत्वारि एव भवन्ति. तर्हि तत्र चत्वारः वर्णाः सन्ति यवरल, अपि च तत्र यव यव ल इत्यस्य अनुनासिकभेदः अपि अस्ति इति कृत्वा. आम् आम् इति कृत्वा वयं पश्यामः चेत् तथापि अनुनासिकभेदः अस्ति चेदपि तत्र षड्वर्णः, अनन्तरं रेपः, सप्तवर्णाः सन्ति, सप्तवर्णाः सन्ति इति स्वीकुर्मः. इक् प्रत्याहारे बहवः वर्णाः सन्ति खलु? सत्यं. यतोहि प्रत्येकस्य अष्टादशभेदाः, लु इत्यस्य द्वादशभेदः इति कृत्वा तत्र स्थानिनः बहवः स्थानिनः सन्ति, परन्तु आदेशाः तावन्तः आदेशाः न सन्ति खलु? तर्हि क्रमेण आदेशः भवति इति वक्तुं न शक्यते. क्रमेण आदेशः भवति इति वक्तुं न शक्यते. तर्हि एतादृशसन्दर्भेषु कथं निर्णयः समसङ्ख्यकाः न सन्ति चेत् यथासङ्ख्यम् अनुदेशसमानम् इत्यस्य अवसरः नास्ति, तर्हि एतादृशसन्दर्भेषु स्थानिनस्थाने कः आदेशः इति कथं निर्णयः इति प्रश्ने सति अत्र स्थानेन्तरतमः इति सूत्रस्य अवतारः. स्थानेन्तरतमः इति सूत्रम् अवतरति. तर्हि सूत्रं किं वदति इति एकवारं पश्यामः. भवतेव आरम्भं करोतु. स्थानेन्तरतमः. आं भगिनि, स्थानेन्तरतमः प्रसङ्गे इत्युक्ते स्थानं गुणं प्रमाणम् अर्थम् इत्युक्ते तत्र स्थानम् अथवा गुणम् अथवा प्रमाणम् अथवा अर्थम् इत्येषु अन्यतमम् अनुसृत्य इति तुल्यतम आदेशो भवतु. यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः. स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रम्. इदं सूत्रं परिभाषासूत्रं यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति. तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इति उच्यते. अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तं. प्रसङ्गः इत्युक्ते यत्र प्राप्तिः अस्ति. तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्. सर्वप्रथमं स्थानम्. स्थानं न उपलभ्यते चेत् गुणः. गुणः न उपलभ्यते चेत् प्रमाणम्. प्रमाणं न उपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः. आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति. अपरेषां प्रसङ्गः विरलः. तत्र स्थाने अन्तरतमः इति सूत्रे स्थानं गुणः प्रमाणम् अथवा अर्थम् इति इत्येषु अन्यतमं स्वीकृत्य आदेशाः भवन्ति तुल्यतमादेशाः. तत्र स्थाने यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र यदि स्थानिनः अपि आदेशानां संख्या सममेव अस्ति चेत् तत्र भिन्नः नास्ति चेत् तर्हि तत्र क्लेशः न भवति. किन्तु यदि आदेशः वा स्थानिनः वा तत्र समानं नास्ति चेत् तदा एव क्लेशः भवति. तत्र स्थाने इति सप्तमी भवति, अन्तरतमः प्रथमान्तं. स्थाने इति सप्तमी भवति इति पूर्वकार्यं परनिमित्तं भवति. अपि च परिभाषासूत्रम् इति अस्ति इति कृत्वा यत्र नियमं न निर्दिष्टं तत्र आगत्य साहाय्यं करोति. अपि च तत्र आदेशः अपेक्षितः अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् तत्र तदेव तत्र नियमः नास्ति चेत् तदा एतस्य सूत्रस्य प्रसक्तिः भवति. अपि च प्रसङ्गः इत्युक्ते तत्र यत्र प्राप्तिः अस्ति इति. तर्हि तत्र अन्यत् विषयः अस्ति, तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्. तत्र प्रथमं स्थानमेव स्थानस्य विषये एव चिन्तनं भवेत्, तदनन्तरम् अर्थं, तदनन्तरं गुणं, तदनन्तरं प्रमाणम् इति मन्ये तत्र भगिनी अनुसृत्य तुल्यता परिशील्यतां. बहुत्र स्थानिनः साहाय्येन एव कार्यं भवति आधिक्येन. अपरेषाम् इत्युक्ते तत्र गुणं, प्रमाणम्, अर्थम् इति इत्येषां प्रसङ्गः विरलतया एव भवति. तदनन्तरं तत्र स्थानं गुणं प्रमाणम् अर्थम् इति किम् इति पूर्वस्मिन् वर्गे दृष्टवन्तः. तत्र किमपि वदनीयं वा भगिनि? न न बहु समीचीनं भगिनि, बहु सम्यक्, तदेव। तर्हि स्थाने अन्तरतमः इति अस्ति सूत्रम्, तत्र पदद्वयम् अस्ति सूत्रे, स्थाने अन्तरतमः इति। स्थानम् इत्युक्ते अत्र प्रसङ्गः इत्युक्ते प्रसङ्गम् अनुसृत्य तत्र स्थानिनः स्थाने आदेशः भवति। प्रसङ्गः इत्युक्ते तत्र स्थानम् अनुसृत्य भवितुमर्हति, गुणम् अनुसृत्य भवितुमर्हति, प्रमाणम् अनुसृत्य भवितुमर्हति, अर्थम् अनुसृत्य भवितुमर्हति, परन्तु तत्र स्थानमेव प्रधानम्। प्रायेण स्थानेन एव निर्णयः शक्यते, यत्र स्थानेन निर्णयः न शक्यते तदानीमेव गुणः प्रमाणम् अर्थम् इत्येषां चिन्तनम्। यत्र स्थानस्यापि प्रसङ्गः भवति, गुणस्यापि प्रसङ्गः भवति चेत् तत्र स्थानेन एव निर्णयः प्रथमतया। यदि स्थानेन निर्णयः न शक्यते तदानीमेव अन्यं प्रति गच्छामः। तर्हि स्थानम् इत्युक्ते प्रसङ्गः, प्रसङ्गः कथं निर्णीयते इति चेत् स्थानेन, गुणेन, प्रमाणेन, अर्थेन। अन्तरतमः इत्युक्ते सदृशतमः, तुल्यतमः आदेशः भवति। स्थानी अपि च आदेशः अनयोः तुल्यः, तुल्यः वर्णः कः इति निर्णयं कृत्वा तस्य एव आदेशः भवति, सदृशतमः अथवा तुल्यतमः। अस्मिन् सूत्रे स्थानम् इत्यस्य प्राधान्यं वर्तते, इत्युक्ते पूर्वस्मिन् सूत्रे षष्टिस्थाने योग इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं शक्यते, तथापि अस्मिन् सूत्रे स्थाने इति पृथक्तया उक्तमस्ति, तदेव तत्र ज्ञापनम् अस्ति यत् स्थानस्य अधिकप्राधान्यं वर्तते अन्यस्य अपेक्षया, गुणस्य, प्रमाणस्य, अर्थस्य अपेक्षया स्थानस्य अधिक प्राबल्यं वर्तते अत्र इति एव ज्ञातव्यम्। अपि च अन्यत् किम् इति चेत् एवं सूत्रं परिभाषासूत्रं, परन्तु कुत्र अस्य प्रयोगः इति चेत् यत्र अन्येन नियमेन तत्र आदेशः आदिष्टः भवितुं नार्हति तादृशसन्दर्भे एव अस्य प्रसङ्गः। सर्वत्र स्थानेन्तरतमः इत्यस्य प्रसङ्गः इति नास्ति, यत्र अन्येन परिभाषासूत्रेण अथवा सूत्रे एव साक्षात्, यदि सूत्रे एव साक्षात् नियमः अस्ति चेत् तेनैव निर्णयः शक्यते चेत् अस्य सूत्रस्य आवश्यकता नास्ति। यत्र निर्णयः न शक्यते तादृशसन्दर्भेषु नियमार्थम् इदं सूत्रम् अपेक्षितम्। अस्तु, तर्हि इदानीम् अग्रे विजया भगिनी, सम्प्रसारणविषये किं प्रसङ्गः अस्ति वा? सम्प्रसारण एकेन सम्प्रसारण तत्रापि अत्रापि स्थानेन्द्रतम सत्यं सत्यं सत्यम् इकोयणचि इत्यस्य विपरीतः अस्ति खलु, तत्रापि भवति एवं बहुत्र भवति। समीचीनं। नमस्ते भगिनि, विलम्बेन आगतवती। नमस्कार भगिनि। नमस्कारः महोदय। नमस्ते विजया भगिनी, पठति वा? नमस्ते भगिनि, लक्ष्मी अस्मि। नमस्कार भगिनि। स्थानं, मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशः निर्णीयते, यथा अकः सवर्णदीर्घः, अकः सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचिपरे पूर्वपरयोः स्थाने दीर्घसंज्ञकः एकादेशः स्यात्। अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्। अत्र मुखे स्थानस्य सादृश्यम् अनुसृत्य एव आदेशः निर्णयं भवति इति तत्र दत्तम्। अकः अक् वर्णस्य सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचिपरे पूर्वपरयोः एव दीर्घसंज्ञकः एकः आदेशः भवति इति। अत्र अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति अत्र अनुवृत्तिसहितसूत्रमस्ति। दण्डयोगः अग्रम्, अत्र दण्ड इति अकारः, डकारः उत्तरवति अकारः, अनन्तरम् अन्यपदमपि अस्ति अकारः एव, एतत् मिलित्वा वर्णमेलनेन दण्डाग्रम् इति भवति। अत्र द्वौ अपि अकारौ कण्ठ्यौ नाम कण्ठे उत्पन्नौ, अतः तयोः स्थाने यः दीर्घः आदेशः भवति सः अपि कण्ठः भवेत्, कण्ठः भवेत् सम्भवति चेत् तत्र दीर्घः आकारः कण्ठ्यः, अतः सः एव आदेशः भवति। अत्र वर्ण उद्भवस्थानकोष्टकमस्ति, अत्र अत्र कण्ठः अ ख ख ग घ ह अस्ति अकुह विसर्जनीयानां कण्ठः इति. अनन्तरम् इ च छ झ झ ञ य श इषु येषाणां तालु इति सू इति अत्र दत्तम्. अनन्तरं ऋ ठ ठ न ऋ ठ द ठ द ध न र श अत्र ऋ ऋतु रसाणां मूर्धा इति. अनन्तरं लृ स ठ द ध न ल स अत्र ऋतुलसानां दन्ताः इति. अनन्तरम् ओष्ठौ अस्ति उ प प ब भ म फ फ इति अस्ति उपूपमादिया उपूपमानीयानाम् ओष्ठौ इति. अनन्तरं ञ म ङ न न नासिकाः अत्र अस्ति ए ऐ ए अपि च अम् अपि अस्ति खलु तत्र अनुस्वारः. आम् आम् आं महोदय अम् अपि अस्ति नासिकाः इति ङमङनानां नासिका च इति. ए ऐ कण्ठतालुः. अनन्तरम् ओ औ कण्ठोष्ठं व दन्तोष्ठम्. अनन्तरं जिह्वामूल्यः ख ख इति अस्ति स्थानानि तत्र वर्णाः इति तत्र दत्तम्. अग्रे पठामि वा भगिनि? अत्र किञ्चित् समीचीनं समीचीनं भगिनी धन्यवादः. इदानीम् अत्र विजयलक्ष्मी भगिनी वदतु अकः सवर्णे दीर्घः इति सूत्रे स्थानेन्तरतमः इत्यस्य प्रसङ्गः कथम् इति वदतु. अकसवर्णे दीर्घः इत्यत्र खलु क्षम्यतां भगिनी विजयलक्ष्मी श्रुतवती. विजयलक्ष्मी भगिनी क्षम्यताम्. अस्ति वा भगिनि? अस्मि. अकस्सवर्णे दीर्घः इत्यत्र स्थाने अन्तरतमः इत्यस्य प्रसङ्गः वा? अत्र अकस्सवर्णे दीर्घः इत्यत्र अक इत्युक्ते अ इ उ ऋ लु एते वर्णाः यदि समानम् अकः वर्णाः आगच्छन्ति यथा अत्र दण्डं दण्डयोगः अग्रम् इत्यत्र अकारः डकारस्य उत्तरवर्ति अकारः अवर्णः तस्य उच्चारणस्थानं कण्ठः. अनन्तरम् अग्रम् इति अस्ति तत्र अकारः तस्यापि उच्चारणस्थानं कण्ठ इत्येव. एतयोः वर्णयोः मेलनेन यद् नूतनवर्णः आयाति तस्यापि कण्ठस्थानं भवेत् इति सूत्रं वदति. किं सूत्रं वदति? स्थाने अन्तरतमः इति सूत्रं वदति. केन आधारेण? केन आधारेण वा? तत्र तुल् अत्र तु तुल्यास्य प्रयत्नं सवर्णम् इति एव वक्तुं शक्यते. यतोहि अकारः अनन्तरम् अग्रिमशब्दस्यापि अकारः एव द्वौ अपि कण्ठस्थाने एव उत्पन्नः भवन्ति. उच्चारणस्थानं तु कण्ठः एव. अतः द्वयोः अकारयोः तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण सवर्णसंज्ञा एव अस्ति. अतः अकस्सवर्णे दीर्घः इति सूत्रे सवर्णः इति अस्ति इति कृत्वा अकारः योगः अकारः एतयोः दीर्घ कण्ठे यद् उच्चार्यमाणः दीर्घः तद् एतयोः स्थाने आगच्छतु इति वदति सूत्रम्। अतः अत्र अकारः कण्ठात् उत्पद्यते, अग्रम् इत्यस्य अकारः अपि कण्ठात् एव उत्पद्यते, द्वयोः अकारयोः सवर्णसंज्ञा अपि अस्ति। सवर्णसम्यकौ यदा किं व्यवधाने किमपि नास्ति, केवलम् अकारः अनन्तरं झटिति अनन्तरम् अकारः आयाति चेत् तेषां सन्धि भवति, संहिता अस्ति। अतः संहिता कृत्वा अकारः योगः अकारः इत्यस्य दीर्घ अकारः आकारः इति भवति, यतोहि आकारः इत्यस्यापि उच्चारणस्थानं कण्ठः इत्येव। अतः समीचीनं भगिनि, तर्हि तत्र स्थानेन्तरतमः इति सूत्रस्य आवश्यकता अस्ति वा नास्ति वा? अत्र नास्ति, अत्र तु सवर्णसंज्ञा अस्ति इति कृत्वा स्थाने अन्तरतमः इति सूत्रस्य प्रायः आवश्यकता नास्ति। इदानीम् अत्र पश्यतु, अकः सवर्णे अचि इति उक्तं, तत्र सवर्णसंज्ञायाः प्रयोजनं कुत्र अस्ति अस्मिन् सूत्रे? अकः इति अस्ति, अकः इति प्रत्याहारे अ इ उ ऋ लु इति पञ्च स्वराः सन्ति। अकः इत्यस्य अनन्तरं यदि सवर्ण अकः आयाति तदा एव दीर्घः भवति इति सूत्रस्य आशयः। समीचीनं, तत्र अन्तरतमः वक्तुं शक्यते वा? अ इ उ ऋ लु एतेषाम् अ इ उ ऋ लु एतेषां क्रमेण, तत्र तु क्रमेण अस्ति, तत्रापि स्थाने अन्तरतमः इत्यस्य अत्र पश्यतु, अकः इत्यत्र केवलं पञ्चवर्णाः न सन्ति, अकः इत्यत्र कति वर्णाः सन्ति? ओ, अष्टादश अकाराः, अष्टादश इकाराः, बहवः वर्णाः सन्ति अकः इत्यत्र, बहवः वर्णाः सन्ति, तेषु सवर्णाच्छु तेषु सवर्ण अच्वर्णः परः अस्ति चेत् तर्हि तत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन निर्णयः भवति कयोः वर्णयोः सावर्ण्यम् इति, खलु? सत्यं। तर्हि तत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यस्य आवश्यकता अस्ति। तर्हि यदि अकारः दण्ड इत्यत्र अकारः अस्ति अन्ते, तर्हि कः सवर्णः वर्णः अग्रे भवेत् इति निर्णयार्थं तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन अग्रम् इत्यत्र यः अकारः अस्ति सः अकारः अपि पूर्वं यः अकारः उक्तः तेन सवर्णः तत्र तयोः सावर्ण्यम् अस्ति इति वयं वक्तुं शक्नुमः। परन्तु इदानीम् आदेशः कः? आदेशः आकारः, न सूत्राधारेण वदतु। अकः सवर्णे दीर्घः इति सूत्राधारेण सवर्णे अचि, अकः सवर्णे अचि अनन्तरं किम् उक्तम्? पूर्वपरयोः एकः दीर्घः संहितायाम् इति। अतः अकः इत्यत्र ये वर्णाः सन्ति तेषां सवर्ण अकः अनन्तरं भवति चेत् पूर्वस्मिन् शब्दे यः अकारः अन्ते अस्ति उत्तर शब्दस्य उत्तर मीनिङ्ग् अनन्तरशब्दस्य अकारः यत् आदौ अस्ति तेषां पूर्वपरयोः स्थाने एकः दीर्घः आकारस्य आदेशः भवति संहितायाम् इति अर्थः। हा पूर्वपरयोः एकः दीर्घः इति उक्तम्, एकः दीर्घः इति वद, एकः दीर्घः, एकः दीर्घादेशः इति वदनेन सः दीर्घादेशः कः इति कथं निर्णयः? तत्तु दीर्घवर्णाः बहवः सन्ति खलु, तत्र स्थाने अन्तरतमः इति वा? अस्तु, एतयोः उच्चारणस्थानं कण्ठः, तर्हि दीर्घः एकादेशस्य अपि उच्चारणस्थानं कण्ठः एव भवेत् इति सूत्रं वदति. तत्र स्थाने अन्तरतमः इत्यस्य आवश्यकता. यतोहि एकः दीर्घः इति उक्त्वा बहवः दीर्घवर्णाः सन्ति, तेषु कः वर्णः इति निर्णयः न शक्यते. तदर्थं स्थानस्य आवश्यकता अस्ति. तयोः वर्णयोः स्थानं समानम् एतादृशसन्दर्भे इति चेत् तत्र आकारः अकारः इति पश्यामः चेत् अकारयोः एव तत्र कण्ठस्थानम् अस्ति. तेषु कः वर्णः आदिष्टः भवेत् इति चेत् दीर्घ आकारः इति तदानीं वयं वदामः. अतः अस्मिन् सूत्रे तुल्यास्य प्रयत्नं सवर्णम् इत्यस्यापि आवश्यकता अस्ति, स्थानेन्तरतमः इत्यस्यापि आवश्यकता अस्ति. भगिनी अत्र रिपीट् भवति, परन्तु सवर्णः इति वदामश्चेत् उच्चारणस्थानं समानम् इति पूर्वमेव वयं तु जानीमः. तयोः उच्चारणस्थानं समानम् इति परवर्णः कः भवेत् इति तदर्थम् उच्चारणस्थानं समानं भवेत् इति उक्तं, तत्र क्लेशः नास्ति. इदानीम् आदेशं प्रति गच्छामः चेत् आदेशः कः? एकः दीर्घादेशः इत्युक्तं, कः दीर्घादेशः इति न उक्तं. पूर्वपरयोः यः अनयोः मध्ये एकः इति न उक्तं, पूर्वपरयोः स्थाने एकः दीर्घादेशः इति उक्तं. कः दीर्घादेशः? बहवः वर्णाः सन्ति दीर्घादेशे, कः वर्णः इति निर्णयार्थं स्थाने अन्तरतमः इति सूत्रेण स्थानमाश्रित्य निर्णयः. भगिनी तत्र अन्त्योदात्त आद्योदात्त इति अस्ति, तत्र अन्त्योदात्तसंहिता आद्योदात्तेन भवति चेत् दीर्घ उदात्त भवति वा? किं किम्? अन्त्योदात्त इति अस्ति न संहितायां समये आद्योदात्त अस्ति, तत्र अन्त्योदात्त आद्योदात्तसंहितायां कृत्वा दीर्घ उदात्त एव आयाति न? उदात्तस्य दीर्घत्वम् इति नास्ति खलु, उदात्तः इति तत्र स्वर उच्चारणविषये, स्वरः दीर्घः अस्ति तत्र प्रभेदः अस्ति न दीर्घस्य अनुनासिक नासिका वर्णस्य स्वरवर्णस्य स्वरवर्णस्य भेदः अस्ति. स्वरवर्णः दीर्घः अस्ति चेत् दीर्घस्वरस्य उदात्तसंज्ञा तावदेव, स्वरस्य एव मात्रासंज्ञा विद्यते. तादृशस्वरस्य उदात्तसंज्ञा अस्ति चेत् उच्चारणभेदः, कुतः उच्चारणीयम् इत्यत्र भेदः भवति. यदि अनुदात्तः अस्ति चेत् कुतः मुख्ये कुतः उच्चारणीयम् इत्यत्र भेदः भवति. परन्तु उदात्तस्य पृथक्तया दीर्घ उदात्तः ह्रस्व उदात्तः इति तादृशभेदः न दृष्टं मया. स्वरस्य एव अष्टादेशभेदे तदपि अस्ति न, तदत्र अनुनासिकनासिका तदनन्तरम् उदात्त अनुदात्त स्वरित इति आयाति न? सत्यं सत्यं, परन्तु स्वरः दीर्घः अस्ति चेत् तादृशदीर्घस्वरस्य उदात्तसंज्ञा, तादृशदीर्घस्वरस्य अनुदात्तसंज्ञा इति तावदेव अस्ति. परन्तु ह्रस्वस्वरस्य दीर्घ उदात्तसंज्ञा इति नास्ति कथम्? उदात्तसंज्ञा तु उदात्तः इति संज्ञा इति उच्चारणभेदः अस्ति, स्वरस्य एव मात्रकालभेदः अस्ति ह्रस्वदीर्घप्लुतः इति. तादृशस्वरे स्वरमध्ये एव दीर्घ अकारस्य उदात्तसंज्ञा, दीर्घ इकारस्य उदात्तसंज्ञा इति तादृशभेदाः अपि सन्ति. अवगतं वा? अस्तु, तर्हि इदानीम् अग्रे गच्छामः. कोऽपि प्रश्नः अस्ति वा अत्र? अवगतं खलु कथं स्थानेन्तरतमः इत्यस्य आवश्यकता अत्र? अस्तु, तर्हि गुणः इति इदानीम् अग्रे वंशी भगिनी अग्रे पठतु, पठितुं शक्नोति वा? आं भगिनि पठामि. अस्तु, गुणः, गुणः इत्युक्ते ध्वनिः. व्याकरण व्याकरणदृष्ट्या तस्य प्रकाशे प्रकाशः भवति प्रयत्नेन. क्षम्यतां, गुणः इत्युक्ते ध्वनिः व्याकरणदृष्ट्या तस्य प्रकाशः भवति प्रयत्नेन तत्र द्वैविध्यम् अस्ति आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः च कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति न वा अर्थेन तत्र कुत्रचित् प्रयत्नेन निर्णयः यथा अस्तु तत्र गुणः इत्युक्ते ध्वनिः इति उक्तमत्र अपि च तत्र व्याकरणदृष्ट्या प्रकाशः भवति इति गुणः इत्युक्ते तत्र ध्वनेः विषयः इति भवति इति तत्र अपि च तत्र स्थानस्य निर्णयः कर्तुं द्विविधः भवति एकं तु आभ्यन्तरप्रयत्नः अस्ति बाह्यप्रयत्नः च अस्ति कस्मिंश्चित् स्थले यदि निर्धारणं कर्तुं न शक्यते आभ्यन्तरप्रयत्नः अपि च बाह्यप्रयत्नः क्षम्यतां न देशस्य स्थानेन न एतत् क्षम्यतां तत्र तु यदि कुत्रचित् स्थानिनः स्थानेन सदृशः वर्णः वयं निर्धारणं कर्तुं न शक्यते तत्र अर्थेन कर्तुम् अर्थः इति तु वयं न दृष्टवन्तः न भगिनि तत्र अर्थेन इति उक्तं स्थानेन नो चेत् अर्थेन कर्तुं न शक्यते तत्र तु गुणस्य विषयः भवति इति चिन्तया स्थानेन न भवति स्थानेन न भवति अत्र अन्येन अपि न भवितुम् अर्हति तदानीं गुणेन इति उक्तम् परन्तु तत्र आभ्यन्तरप्रयत्न बाह्यप्रयत्न आगच्छति न यदि स्थानेन न भवति चेत् तदपि न भवति तदेव गुणः ओ अस्तु गुणः इत्युक्ते तदेव गुणः इत्युक्ते आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः एव गुणः ओ एवम् अस्तु अग्रे पठामि वा भगिनि तत्र पठतु चजोः कु खिन्नै खिन्यतोः इति सूत्रमस्ति चकारस्य जकारस्य स्थाने कवर्गादेशः भवति घिति ञति च ककारः सूत्रमस्ति चजोः कु खिन्नयतोः इति सूत्रमस्ति चकारः जकारः स्थाने कवर्गादेशः भवति घिति ञति परे घिति इत्युक्ते ककारः भवति अपि च ञति इत्युक्ते तत्र ण्यकारः भवति इति वा ण्यति ण्यकारः ण्यति ण्यति ण्यत् इति प्रत्ययः अस्ति खलु ओ ण्यति अस्तु क्षम्यतां भगिनि किति इत्युक्ते ककारः भवत् इति भवति न तत्र तु घित् इत्युक्ते ककारः भवेत् ण्यति इत्युक्ते ण्यत् इति प्रत्ययः भवेत् अस्तु ण्यत् इति प्रत्ययः घित् इति तत्र घञ् इति प्रत्ययः हा ककारः भवति अस्तु तत्र उदाहरणमस्ति पच् योगः घञ् चजोः कु खिन्यतोः इति अस्ति तत्र गकारस्य स्थाने चकारस्य स्थाने तत्र कवर्गीयवर्णः भवति तत्र एतस्य सूत्रस्य कारणेन चचोः कु खिन्ययोतो यतोः इति चकारस्य स्थाने ककारः कथं भवति इत्युक्ते तत्र स्थाने गुणः इति स्थानेन्द्रतमः इत्यनेन तत्र आदेशः भवितुं न शक्नोति अतः तत्र गुणस्य विषयः तत्र गुणस्य विषयः करणीयं तत्र स्थानेन किमर्थं न भवितुम् अर्हति इति एकवारं वदतु तत्र तु स्थानेन यत् अकु इचूयशानां ताळुवर्णः अस्ति चकारः ताळुवर्णः अस्ति अपि च तत्र ककारः तु कवर्गीयवर्णः अस्ति एकं तु कण्ठ्यवर्णः अस्ति एकं तु ताळुवर्णः अस्ति कण्ठ्यथाळु इति कण्ठ्यथाळु तु एकारः अपि ऐकारः भवितुम् अर्हति न तत्र कण्ठ्यथाळु न भवति वा भगिनि न समीचीनं तत्र भवती उक्तवती एव तत्र चवर्गीयवर्णः तत्र तालव्यवर्णः कवर्ग्यवर्णः कण्ठ्यवर्णः अनयोः सावर्ण्यं नास्ति समीचीनम् अनयोः सावर्ण्यं नास्ति अनयोः तुल्यतममपि नास्ति समीचीनं परन्तु चकारस्य तुल्यतम आदेशः ककारः नास्ति अथवा कवर्ग्यवर्णः नास्ति खलु आम् अतः स्थानेन निर्णयः न शक्यते स्थानेन्द्रतमः इति सूत्रे एव स्थानम् इति दलमस्ति खलु स्थानेन निर्णयः न शक्यते अत्र, यतोहि तुल्यतमः नास्ति आदेशः. एकं तु तालु अस्ति, एकं तु कण्ठ्यवर्णः अस्ति, अतः तत् अस्तु स्थानेन निर्णयः न शक्यते. तर्हि इदानीम् आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इत्यनयोः विषये चिन्तनं कुर्मः चेत् तत्र किं भवति? तत्र तु चकारः तु तत्र तत्र स्पृष्टः अस्ति न, चकारः तु स्पृष्टः अस्ति. एकं तु यतोहि तत्र व्यञ्जनवर्णः अस्ति चकारः, घकारः अपि स्पृष्टः एव अस्ति न, तत्र आभ्यन्तरप्रयत्नः स्पृष्टः अस्ति. ककारः कवर्गीयवर्णः अस्ति, अतः कस्य आदेशः करणीयमिति अपि संशयः भवति. यतोहि द्वे अपि स्पृष्टवर्णाः स्पृवर्णाः सन्ति. तत्र स्पृष्टवर्णः कवर्गीय चवर्गीय टवर्गीय तवर्गीय पवर्गीयवर्णाः सन्ति, तत्र कस्य आदेशः भवति इति अपि संशयः भवति. सत्यं च तत्र आभ्यन्तरप्रयत्नेन निर्णयः शक्यते वा न वा? न वा न भवति भगिनि, तत्र तु न शक्यते, न शक्यते. तत्र बाह्यप्रयत्नः तत्र तु चकारः बाह्यप्रयत्नः कोष्ठम् अधुभागे अस्ति, कोष्ठमस्ति, पश्यतु. ओ एवं वा, अस्तु पश्यामि. बाह्यप्रयत्नः क्षम्यतां. तत्र तु कवर्गीय तु बाह्यप्रयत्नः तु विवाराः, क्षम्यतां, विवाराः श्वासाः अघोषाः. हा तत्र तु विवाराः श्वासाः अघोषाः अस्ति. तत्र कवर्गीयवर्णः एकं तु चकारः अस्ति, तत्र तु अल्पप्राणः अस्ति, यतोहि तत्र एकं तु अल्पप्राणः अस्ति, एकं तु महाप्राणः अस्ति. घकारः तु महाप्राणः अस्ति, चतुर्थवर्णः अस्ति, अतः तत्र मृदुव्यञ्जनम् अस्ति. क्षम्यतां, घकारः न भगिनि, क अनन्तरं च. हा क च न न क च न, प्रथमं तु चकारः अस्ति न, ककारः. चकारः तु विवाराः श्वासः अघोषः, तत्र तु अल्पप्राणः अस्ति न, तस्य तु बाह्यप्रयत्नः. गकारः तु किमर्थं भवति गकारस्य विषये चिन्तनं करोति? तत्र कवर्गस्य कः वर्णः इति चिन्तनीयं. कवर्गेषु पञ्चवर्णाः सन्ति, तेषु कः वर्णः ओ अस्तु अस्तु आदेशः तेषु कस्य करणीयम् इत्युक्ते तत्र तु चकारः ककारः न, इदानीं चकारस्य इदानीं भवती उक्तवती बाह्यप्रयत्नः अस्ति, अल्पप्राणः, विवारः, श्वासः, अघोषः इति उक्तवती. तादृशप्रयत्नः कस्य अस्ति कवर्गे? कवर्गे तु प्रथमवर्णः एव अस्ति न, कवर्गे प्रथमवर्णः अस्तु, प्रथमवर्णः एव. यतोहि द्वितीयवर्णस्य तु तत्र द्वितीयवर्णस्य तु महाप्राणः भवति, महाप्राणः, विवारः, श्वासः, अघोषः भवति. तृतीयचतुर्थ पञ्चमवर्णानां तत्र तु अल्व तत्र संवारः, नादः, घोषः भवति इति कृत्वा सामान्यमेव न समानमेव नास्ति. समीचीनं. अतः चकारस्य स्थाने ककारादेशः भवति स्थानेन्तरतमः इति सूत्रस्य आधारेण. आम् आम् अस्तु, बाह्यप्रयत्नेन तत्र चकारस्य स्थाने ककारः आदेशः भवति. आम् समीचीनं. हा समीचीनं. सर्वैः बुद्धं वा? पुनः एकवारं वक्तव्यं वा भगिनी? पुनः एकवारं वदतु कृपया. तर्हि इदानीं पश्यतु, चजोः कुगिण्यतोः इति सूत्रमस्ति. तत्र सूत्रे किम् उक्तं? चकारः जकारः अनयोः स्थाने कवर्ग्यवर्णः आदिष्टः भवति इति उक्तम्. तर्हि कवर्गे पञ्चवर्णाः सन्ति, तेषु कः वर्णः इति न ज्ञायते. इदानीं संशयः अस्ति, चकारस्य स्थाने कवर्गेषु कः वर्णः भवेत्, जकारस्य स्थाने कवर्गेषु कः वर्णः भवेत् इति संशयः अस्ति. तर्हि एतादृशसंशयसमये वयं स्थानेन्तरतमः इति सूत्रं स्वीकुर्मः. तर्हि प्रथमतया स्थानेन निर्णयः शक्यते वा इति द्रष्टव्यं. तर्हि पश्यामः चेत् चकारः जकारः तालव्यवर्णौ, कवर्ग्यवर्णाः सर्वे वर्णाः कण्ठ्यवर्णाः, अतः अत्र स्थानेन निर्णयः न शक्यते, यतोहि द्वयोः स्थानं भिन्नम् अस्ति. अतः स्थानेन निर्णयः न शक्यते चेत् स्थानेन्तरतमः इति सूत्रे एव गुणस्य आधारेण इत्युक्ते प्रयत्नस्य आधारेण निर्णयः शक्यते वा इति द्रष्टव्यम्. तर्हि प्रथमतया आभ्यन्तरप्रयत्नं स्वीकुर्मः. आभ्यन्तरप्रयत्नं स्वीकुर्मः चेत् तत्र सर्वेषां व्यञ्जनानां वर्गीयव्यञ्जनानाम् आभ्यन्तरप्रयत्नः स्पर्शः अतः सर्वेषां व्यञ्जनानाम् आभ्यन्तरप्रयत्नः स्पर्शः अस्ति चेत् कवर्गीयवर्णानामपि सर्वेषां वर्णानां प्रयत्नः स्पर्शः तर्हि सर्वेषाम् आदेशानां स्पर्शः प्रयत्नः अस्ति चेत् कः वर्णः आदेशः भवेत् इति पुनः संशयः यतोहि बहवः वर्णाः सन्ति कवर्गे पञ्चवर्णाः सन्ति सर्वेषां प्रयत्नः स्पर्शः तर्हि इदानीमपि संशयः अस्ति आभ्यन्तरप्रयत्नेन निर्णयः न शक्यते यतोहि बहवः वर्णाः सन्ति तदानीं वयम् आभ्यन्तर बाह्यप्रयत्नं प्रति गच्छामः तर्हि इदानीं बाह्यप्रयत्नं पश्यामः तर्हि यत् अस्माकं स्थानिकः चकारः एव स्थानि चकारस्य बाह्यप्रयत्नः कः अस्माकं कोष्ठे वयं पश्यामः चेत् अत्र चकारः कर्कषव्यञ्जनम् इति उक्तं चकारस्य बाह्यप्रयत्नः कः भवती वदतु बाह्यप्रयत्नम् अल्पप्राणः विवादः श्वासः अघोषः द्ववर्गस्य पञ्चवर्णाः सन्ति तेषु वर्णेषु कस्य एतादृशबाह्यप्रयत्नः अस्ति तत्र कस्य बाह्यप्रयत्नः अस्ति इत्युक्ते ककारस्य एव न इदानीं ककारस्य अन्येन वर्णेन एतादृशतुल्यतमः अस्ति वा इति द्रष्टव्यम् इदानीं भवती उक्तवती चकारः तर्हि तादृशस्य कः इति चेत् ककारः खलु आमाम् आम् ककारस्य बाह्यप्रयत्नः कः ककारस्य बाह्यप्रयत्नः ककारस्य बाह्यप्रयत्नः अत्र ककारः एव चकारस्य एव खलु अल्पप्राणः विवारः श्वासः अघोषः खलु चकारस्य ककारस्य अनयोः बाह्यप्रयत्नः समानः इति कृत्वा चकारस्य स्थाने ककारः आदिष्टः भवति इदानीं जकारः अस्ति जकारस्य विषये भवती वदतु क्रमेण वदतु जकारस्य स्थाने कवर्गस्य कः वर्णः आदिष्टः भवति इति भवती वदतु जकारस्य स्थाने कर्कषव्यञ्जनानि तत्र एकक्षणं तत्र स्थानतः आरभ्य वदतु वक्तव्यं स्थानतः आरभ्य वक्तव्यं जकारः स्थाने यदि यदि स्थानेन्द्रतमः इति सूत्रं तत्र कार्यं कर्तुं न अर्हति किमर्थम् इत्युक्ते जकारस्य स्थान भगिनी स्थानेन्द्रतमः सूत्रं कार्यं कर्तुं न अर्हति इति न अर्थः स्थानेन्द्रतमः इति सूत्रे स्थानम् इति आधारेण निर्णयः न शक्यते इति वक्तव्यम् आम् आं भगिनि क्षम्यता या न वक्तुं शक्यते अतः किमर्थम् इत्युक्ते जकारस्य स्थानः जकारस्थानः तु स्पर्श जकारस्य स्थानः तु कण्ठ जकारस्थानः तालव्यवर्णः तालव्यस्थाने अस्ति जकारः घकारः न घकारस्य विषये तु अत्र वक्तुं न शक्नुमः किल घकारस्य विषये तु अत्र घकारः इति न चिन्तनीयं तत्र कवर्गे पञ्चवर्णाः सन्ति तेषां सर्वेषां विषये चिन्तनीयं कवर्गस्य पञ्चवर्णः कण्ठ कवर्णस्य पञ्चवर्णः कण्ठः एव जकारस्य कवर्गस्थानं कण्ठः जावर्णस्य स्थानं तालुः अतः तत्र सावर्ण्यं नास्ति इति कारणेन सानेन्द्रमः इति सूत्रस्य प्रयक्त सूत्रस्य आधारेण कर्तुं न शक्यते अतः एकक्षणम् अत्र स्पष्टतया अवगन्तव्यं सानेन्द्रतमः परिभाषासूत्रस्य आधारेण एव भवति परन्तु सानेन्द्रतमः इति सूत्रे देर् आर् फोर् पासिबिलिटीस् स्थानेन्द्रतमः देर् आर् फोर् पासिबिलिटि स्थानेन भवितुमर्हति गुणेन भवितुमर्हति अर्थेन भवितुमर्हति प्रमाणेन भवितुमर्हति तर्हि प्रथमं तत्र स्थानमस्ति स्थानेन्द्रतमः तर्हि इदानीं स्थानेन भवितुं न अर्हति किमर्थम् इत्युक्ते द्वयोः वर्णयोः स्थानम् एकः एव नास्ति सत्यम् इति कारणेन भवितुं न अर्हति तुल्यतमः नास्ति. किमर्थम् इत्युक्ते कवर्णस्य स्थानः कण्ठः, जावर्णस्य स्थानः तालुः, अतः स्थानं तुल्यतमः नास्ति. इति कारणेन स्थानेन न भवति. सत्यं, समीचीनम्. इदानीम् अग्रे इदानीं तर्हि गुणं प्रति गच्छामः. न भवति चेत् गुणेन भवति वा न वा इति परिशीलनं करणीयं. गुणे द्वयो गुणे आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति द्विविधम् अस्ति. तत्र आभ्यन्तरप्रयत्नेन भवितुम् अर्हति वा इति प्रथमं परिशीलनं करणीयम्. आभ्यन्तरप्रयत्नः कुर्मः चेत् सर्वे वर्णाः स्पर्शाः एव, सर्वे व्यञ्जनवर्णाः स्पर्शाः एव. अतः आभ्यन्तरप्रयत्नं न कर्तुं शक्नुमः. सत्यम्. अतः बाह्यप्रयत्नेन कर्तुं शक्नुमः वा न वा इति इदानीं परिशीलनीयं. बाह्यप्रयत्ने कवर्गः कर्कषव्यञ्जनानि अल्पप्राणाः, महाप्राणाः, विवारः, श्वासः, अघोषः इति सन्ति. गवर्गस्य न एकक्षणम्. इदानीं तत्र स्थानी कः? स्थानी तत्र कः? स्थानी तत्र जकारः स्थानी किल. हस् प्रत्याहारः अस्ति, मृदुव्यञ्जनानि. जकारस्य स्थाने बाह्यप्रयत्ने जकारः अल्पप्राणाः, संवाराः, नादः, घोषाः. जकारस्य स्थानं गकारः भवितुम् अर्हति. किमर्थम् इत्युक्ते गकारः जकारः द्वयोः स्थानम् अल्पप्राणाः, संवाराः, नादः, घोषाः. अतः जकारस्य स्थाने गा एव गकारः एव आगन्तुं शक्नोति. हा, इति समीचीनम् इति अस्ति. तर्हि बाह्यप्रयत्नस्य आधारेण यज्ञयोगः घञ् इति तत्र चजोः कु घिण्यतोः इति सूत्रेण जकारस्थाने गकारः एव आगच्छति, अतः त्यागः इति पदम् आगच्छति. समीचीनं, समीचीनम् इति अवगतं खलु. तत्र कोष्ठस्य आधारेण भगिनि अहम् अवगतवती, किन्तु एकः प्रश्नः अस्ति. अत्र यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रं किमर्थं न कार्यं न करोति? यथासङ्ख्यम् अनुदेशसमानम् इति सूत्रं किमर्थं न कार्यं करोति इति प्रश्नः, समीचीनः प्रश्नः. भवती एव चिन्तनं करोतु. किमर्थं कर्तुं शक्नोति खलु. इदानीं तु कवर्गीय पञ्चवर्णाः सन्ति, चवर्गीयपञ्चवर्णाः सन्ति, कवर्गीय अपि पञ्चवर्णाः सन्ति. प्रथमस्य स्थाने प्रथमः, द्वितीयस्य स्थाने इदानीं तु द्वितीयस्य. न, परन्तु अत्र पश्यतु यथासङ्ख्यानुदेशसमानसूत्रं कदा कार्यं करोति इति, तत्र नियमः कः? समसङ्ख्याः भवेत् न द्वयोः. इदानीं तु एकः वर्णः अस्ति न, चकारः अस्ति न, ककारः अस्ति, सङ्ख्याः नास्ति न, एकवर्णस्य स्थाने एव भवति. स्थानिनः कति स्थानिनः सन्ति अत्र? सो बेसिकलि सिङ्ग् चकारस्य अथवा जकारस्य स्थाने कवर्गीय आदेशः, व्यञ्जनानि आदेशः भवति. समसङ्ख्याः सन्ति वा? वर्णाः सन्ति, स्थानिनः कति वर्णाः? युनाट् सिङ्ग् च वर्गस्य कवर्गस्य आदेशः. चवर्गस्य कवर्गे कवर्गः आदेशः भवति चेत् तत्र कर्तुं शक्नुमः. अत्र भगिनि भगिनी अत्र जकारस्य स्थाने कवर्गादेशः इति वदामः चेत् बाह्यप्रयत्नः बाह्यप्रयत्नेन गकारः अपि सवर्ण्यं भवति खलु. गकार नकारः अपि अस्ति परन्तु अत्र पश्यतु नासिकतु नास्ति खलु. किन्तु बाह्यप्रयत्नं तु समानमेव भवति गकारङकारयोः जकारेण सह. नासिक च इदानीं नासिक अस्ति किन्तु बाह्यप्रयत्नः एव इदानीम् आधारः खलु. यकारः नास्ति कण्ठ्यवर्णः गकारः जष् वर्णः इत्युक्ते जष् प्रत्याहारः अस्ति थर्ड् कालम् इति अल्पप्राणः परन्तु जकारः जकारस्य ञकारस्य स्थाने एकः एव नास्ति किल. बाह्यप्रयत्न आगन्तुं पूर्वमेव नकारः तु अपगच्छति. ञकारस्य स्थानं जकारस्थानं भिन्नः एव भिन्नः किल कथम् आगन्तुं शक्नोति. तदेव बाह्यप्रयत्नस्य पूर्वमेव नासिका च इति नकारः अपगच्छति. इत्युक्ते भगिनी अत्र जयलक्ष्मी भगिनी अत्र इत्युक्ते तत्र कोष्टके अस्ति इति तत्र एवमेव स्वीकर्तुं शक्यते इति नास्ति. तत्र इतोपि किञ्चित् तत्र चिन्तनीयं. तत्र नासिकायां तत्र तु नासिका उच्चारणस्थानमपि अस्ति खलु. अतः सदृशतमः इति कथं वक्तुं शक्यते. यद्यपि बाह्यप्रयत्नः समानः दृश्यते सदृशतमः इति वक्तव्यं चेत् तत्र यदि तत्र पूर्वं यः वर्णः अस्ति तत्रापि अनुनासिकस्थानम् अस्ति चेत् तदानीं तत्र सावर्ण्यम् अथवा सदृशतमः इति वक्तुं शक्यते. परन्तु तत्र पञ्चमवर्णेषु नासिका उच्चारणस्थानम् अस्ति इति कृत्वा तत्र इतोपि विशिष्टः अस्ति. अतः जकारस्य सा तत्र तुल्यतमः नकारः इति वक्तुं न शक्यते. यतोहि तत्र नासिकास्थानमपि अस्ति यथा भगिनी उक्तवती खलु. यद्यपि बाह्यप्रयत्नस्य आधारेण इति वदामः तथापि तत्र एवमेव तत्र क्लोज् योर् ऐस् अण्ड् पिक् अ लेटर् इति तथा नास्ति खलु. तत्र किञ्चित् चिन्तनीयं. तत्र अनुनासिकवर्णः विशिष्टः वर्णः. अनुनासिकवर्णः तत्र एव आगच्छति यत्र पूर्वमपि तत्र तादृशसदृशतमः अस्ति. अतः सर्वत्र अनुनासिकवर्णाः आगच्छन्ति इति नास्ति खलु. अस्तु अत्र कोऽपि प्रश्नः अस्ति वा? अत्र अत्रैव किञ्चित् दत्तमस्ति तदेकवारं पठामः. अत्र अरविन्द भगिनी भगिनी एकः प्रश्नः अस्ति तस्य मुद्रं किमर्थं न भवति इति. तत्र एकं तु चकारः अपि च घकारः अस्ति कण्ठवर्णः अस्ति ताळु कण्ठ्यताळुवर्णः एकारः ऐकारः अपि भवितुम् अर्हति परन्तु किमर्थं पुनः वदतु कुत्र वदति भवती. न चकारः तु कण्ठ्यवर्णः अस्ति ककारः तु ताळव्यवर्णः अस्ति चकारः ताळव्यवर्णः अस्ति. हा चकारः क्षम्यतां ताळव्यवर्णः ककारः कण्ठ्यवर्णः अस्ति. ओ कण्ठ्यताळु एव भवितव्यम्. ताळुकण्ठ्यः अस्ति वा? तत्र कण्ठ्यताळु तु न परन्तु न किमर्थं तत्र एकारस्य चिन्तनं कवर्गस्य कवर्गे एकारः कुत्र अस्ति? न तत् नास्ति परन्तु तत् किमर्थं न भवितुम् अर्हति इति अपि न परन्तु भगिनि अत्र कवर्गादेशः भवति इति उक्तं खलु. कवर्गादेशः भवति कवर्गे कुत्र अस्ति एकारः किमर्थम् न सूत्रे अस्ति. यदि सूत्रं नास्ति तत्र चिन्तनं भवति. सूत्रं तु अस्ति अतः तत्र कवर्गीयवर्णः एव सूत्रे कु इति उक्तं. कु इति उक्तत्वात् किमर्थम् एकारस्य चिन्तनं चिन्तनमेव न कार्यं. क्षम्यतां महोदय तत्र समीचीनं मम एव दोषः. अरविन्द महोदय चकारस्य तालवे वर्णः चकारः इति तदा कवर्गस्य वर्णाः सर्वे कण्ठ्या अतः स्थानस्य आधारेण निर्णयः न शक्यः. तदर्थं गुणः नाम प्रयत्नः दृष्टव्यः. सकारस्य प्रयत्नः विवारश्वास अघोष अल्पप्राणः. कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा. अतः चकारस्य स्थाने ककारादेशः भवति. चकारस्य प्रयत्नः संवारनादघोष अल्पप्राणः. कवर्गस्य पञ्चसु सदस्येषु गकार एव तदा. अतः जकारस्य स्थाने गकारादेशः भवति. तद् यदा चिन्तितवत् तत्र प्रयत्नस्य आधारेण स्थानस्य आधारेण उभयोः स्थानीयः चकारजकारस्य कवर्गस्य तुलना न कर्तुं शक्यते. स्थानं नास्ति कृत्वा अत्र गुण इत्युक्ते न प्रयत्नस्य प्रभावम् अस्ति वा न इति चिन्तनीयं. तत्र प्रयत्नस्य तुलना कर्तुं शक्यते चेत् तत्र कवर्गे चकार प्रथमवर्णः चवर्गस्य प्रथमवर्णस्य समानमस्ति. विवारश्वास अघोष अल्पप्राण इति कृत्वा प्रथमचकारस्य स्थाने प्रथमकवर्ग आयाति. किन्तु तृतीय द्वितीयजकारस्य स्थाने कवर्गेषु ककार एव तत्रापि तृतीय एव आयाति. तस्य प्रयत्न पश्यति चेत् संवारनादघोषः अल्पप्राणः. तत्र संवारनादघोषः पूर्वं निवारशास अघोषः इति पृथक् कृत्वा तृतीयवर्णस्य स्थाने तृतीयवर्णम् एव आयाति. प्रयत्न सामीप्यमस्ति कृत्वा समीचीनम्. अरुणा भगिनी अवगतं वा? आं भगिनि. गुण इति स्थाने अन्तर्गतमः तत् स्थानं न निर्णयं कर्तुं शक्यते. तदनन्तरं गुणः इति परिशीलनं कर्तुं कुर्मः. गुणः इत्युक्ते बाह्यप्रयत्नः, आभ्यन्तरबाह्यप्रयत्नः दृष्ट्या अत्र उदाहरणमस्ति पक्षयोगः नञ्. अत्र चकारस्थाने ककार आगच्छति. चकारः वयं जानीमः कर्कषः वञ्जनीयः अल्पप्राणः विवारश्वास. ततः चकारस्थाने ककार एव आदेशं कर्तुं शक्यते. तदेव अन्य उदाहरणमस्ति चज् योगः कै. चचो चजोः कु निर्णयतोः सूत्रेण अत्र जकारस्थाने ककार कवर्गीयवर्णः ककार एव भवति. किन्तु किमर्थमिति गकारः बाह्यप्रयत्नम् अल्पप्राणः अल्पप्राणः संवारः नाद घोष. तदेव भगिनि. सत्यं सत्यं समीचीनम्. अवगतं भवत्याः. धन्यवादः. समीचीनं, धन्यवादः. अस्तु इदानीम् अग्रे गच्छेम. उषा भगिनी अग्रे प्रमाणम्. आं भगिनि, प्रमाणम्. प्रमाणम् इत्युक्ते दैर्घ्यम्. प्रमाणशब्दे मानम् अन्तर्भूतं वर्तते किल, तदर्थं तादृशः अर्थः स्वीकृतः. मानं नाम मापनम्. कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति. यथा अधसोसेर् धातुधोमः. अधसोसेर् धातुधोमः यस्य अन्ते सकारः नास्ति यस्य अन्ते सकारः नास्ति एतादृशस्य अध शब्दस्य दकार उत्तरवर् दकार उत्तरवर्णस्य स्थाने उकार आदेशः च दकारस्य च स्थाने मकार आदेशः भवति. स्थानिनः स्थाने आदेशस्य कृते स्थानम् अथवा गुणम् अनन्तरं प्रमाणम् इति भवति. प्रमाणम् इत्युक्ते दैर्घ्यम् प्रमाणम् इत्युक्ते दैर्घ्यं दीर्घत्वं महाभगिनि. प्रमाणशब्दे मानम् अन्तर्भूतं वर्तते किल, तथा तदर्थं तादृशः अर्थं स्वीकृतः. मानं नाम मापनं, मेशर्मेण्ट्. कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति. यथा अधसोसे धातुदोम अधसोसे धातुदोमः इति सूत्रस्य कृते यस्य अन्ते सकारः नास्ति एतादृशस्य अधशब्दस्य कृते सकारः अपगच्छति चेत् अध इत्यस्य दकार उत्तरवर्णस्य स्थाने अकारः अस्ति. अकारस्य स्थाने ऊकार आदेशः च ओ अधसोसेर् धातुदोमः ऊकार आदेशः च दकारस्य च स्थाने मकार आदेशः भवति. अधशब्दस्य कृते सकारः अपगच्छति. अध इति शब्दस्य अन्ते अकारः अस्ति. तत् स्थाने ऊकार आदेशः च भवति इति सूत्रं वदति. अपि तु दकारस्य स्थाने मकार आदेशः भवति. अधस् इति शब्दस्य सकारः अपगच्छति, दकारः स्थाने मकार आदेशः भवति. ऊकारादेशः अमयोगः स्मै, अम् योगः अस्मै, ओके. अम् योगः उष्मै, अकार टकारस्य स्थाने अम मकार उकार उत्तरवर्ति अकारस्य स्थाने उकार आदेशः भवति. अम् योगः उष्मै अमुष्मै, अम् योगः भ्याम्, अम् योगः आभ्याम्, वै आकार अम् योगः आकार भ्याम् अम अस्ति अम अम आं भगिनि अम धन्यवाद अम मकार उत्तरवर्ति अकारः अकार हौ डिड् बिकम् आकार अम् योगः आभ्याम् अम् योगः सुपीच इति एकं सूत्रमस्ति भगिनि. सुपीच इति सूत्रेण अकारस्य दीर्घत्वं भवति, अतः आ इति भवति. यञ्जातौ कृते ययादौ कृते ध्याम् इति ययादि अस्ति खलु. आं भगिनि सो भ्याम् ओके भ्याम् इत्यस्य कृते देन् दीर्घ आदेशः भवति. सो अमा इति भवति. अमा इति अम् योगः आभ्याम् इति लिखितम् अस्ति. अम् योगः आभ्याम् इति कृते आ स्थाने आकारस्य स्थाने ऊ आदेशः भवति इति सूत्रं वदति. अधसोसे धातुदोमः अम् योगः ऊ भ्याम् अमूभ्याम्. अत्र पश्यतु भगिनि, सूत्रं तु ऊकार आदेशः भवति इति न उक्तम्. सूत्रं किं वदति? केवलम् ऊ इति एव वदति. अधसोसे धातुदोमः इत्युक्ते तत्र सूत्रार्थः कः इत्युक्ते एकवारं पश्यामः. अत्र प्रमाणम् इति उक्तं, प्रमाणं तत्र मा इत्युक्ते मापनम् इत्यर्थः. तत्र मा माङ् माने इति धातु, मा इत्युक्ते मापनम् इत्यर्थः. तर्हि प्रमाणम् इत्युक्ते प्रकर्षेण मापनम्, ज्ञानं भवति अथवा मेशर्मेण्ट् भगिनि. ज्ञानं तु तत्र न्यायरुदरेण प्रमाणम् इति वदामः. अत्र तु प्रमाणम् इत्युक्ते मापनम् इत्यर्थः. मानम् अथवा मेजर्मेण्ट् दैर्घ्यम् इति अर्थः, मात्राकालः, उच्चारणमात्राकालः उच्चारणमात्राकालः, एकमात्राकालः वा द्विमात्राकालः वा त्रिमात्राकालः वा इति तत्र दैर्घ्यस्य विवरणम् अस्ति. प्रमाणम् इत्युक्ते दैर्घ्यम् इति अर्थः. तर्हि स्वरः ह्रस्वः दीर्घः प्लुतः इति तत्र उच्चारणकालभेदे मात्राकालभेदेन स्वरः ह्रस्वः वा दीर्घः वा प्लुतः वा इति वयं वदामः. अतः तादृशभेदम् अनुसृत्य कुत्रचित् आदेशस्य निर्णयः भवति यथा अस्मिन् सूत्रे. अस्मिन् सूत्रे किम् उक्तम्? अत्र अधस् इति शब्दः अस्ति, सर्वनामशब्दः अस्ति अधस् इति शब्दः. तर्हि अधस् शब्दः यदा तत्र असेः यत्र सकारान्तः न भवति, अधस् शब्दः प्रक्रियायां तत्र मूलप्रातिपदिके तु सकारः अस्ति अधस् इत्यत्र, परन्तु प्रक्रियायां यदा सकारः अपगच्छति इत्युक्ते सकारस्य स्थाने अन्यः आदेशः भवति. तत्र एकं सूत्रमस्ति यदादीनामः इति सूत्रं, तेन सूत्रेण तत्र सकारस्य स्थाने अकारादेशः भवति. अतः अधः शब्दः इदानीम् अकारान्तः भवति, ह्रस्वकारान्तः भवति. तदानीं तादृशसन्दर्भेषु दकार उत्तरवर्ति यः अकारः अस्ति तस्य स्थाने उकारादेशः भवति इति सूत्रं वदति. उकारादेशः भवति इति उक्तत्वात् तत्र उकारेषु प्रभेदाः सन्ति, तेषु कः वर्णः आदिष्टः भवेत् इति न उक्तं सूत्रे, केवलम् उ इति एव उक्तम्. तर्हि ह्रस्व उकारः वा दीर्घ उकारः वा प्लुत उकारः वा इति न ज्ञायते. तदर्थमेव अत्र अत्र स्थानेन निर्णयः शक्यते वा? अत्र ह्रस्वदीर्घप्लुत उकारेषु कः वर्णः आदिष्टः भवेत् इति स्थानेन निर्णयः शक्यते वा? न भगिनि. यतोहि अत्र पश्यामः चेत् अत्र पूर्वम् अकारः अस्ति, अकारस्य स्थाने उकारः इति उक्तम्. अकारः कीदृशवर्णः? उकारः स्थाने उकारः ओष्ठ. अतः स्थानेन निर्णयः न निर्णयः न शक्नु. इदानीं गुणेन भवति वा? गुण गुण आभ्यन्तरप्रयत्न आभ्यन्तरप्रयत्न विवृत विवृत आर् अकार उकार बोत् विवृत. अतः स्था आभ्यन्तरप्रयत्नेन न भवितुम् अर्हति. बाह्यप्रयत्न अपि बाह्यप्रयत्न बाह्यप्रयत्न ओ उदात्त अनुदातस्वरित ओके तत्रापि न भवति, तत्रापि न भवितुम् अर्हति भगिनि. अतः स्थानेन निर्णयः न शक्यते, गुणेन शक्यते इति कृत्वा प्रमाणं दैर्घ्यस्य आधारेण इत्युक्ते ह्रस्ववर्णस्य स्थाने ह्रस्ववर्णादेशः, ह्रस्व उकारस्य आदेशः, दीर्घवर्णस्य स्थाने दीर्घ उकारादेशः इत्युक्ते अस्मिन् सूत्रे अत्र सूत्रे कः किम् उक्तं तत्र प्रक्रियायाः इदानीम् आवश्यकता नास्ति. अत्र किम् अवगन्तव्यम् इति चेत् सूत्रे केवलम् उकारादेशः इत्येव उक्तमस्ति. तर्हि कस्य स्थाने सर्वत्र ह्रस्व उकारादेशः भवति वा इति निर्णयं कर्तुं न शक्यते. यतोहि उकारः इति वदामः चेत् तत्र केवलं ह्रस्व उकारः इति वदामः चेत् उकारस्य सर्वेषां सवर्णानामपि ग्रहणं भवति अत्र. उकारस्य उकारः विशिष्टः अस्ति, तस्य सर्वेषां सवर्णानां ग्रहणं भवति. अतः कः उकारः आदिष्टः भवेत् अत्र इति निर्णयं कर्तुं न शक्यते. अतः अत्र प्रमाणेन निर्णयः. ह्रस्वाकारः अस्ति चेत् तस्य स्थाने ह्रस्व उकारः, दीर्घ आकारः अस्ति चेत् तस्य स्थाने दीर्घ उकारः. अतः एव तत्र चतुर्थी विभक्तौ अकारस्य स्थाने उकारादेशः भूत्वा अमुष्मै इति रूपमस्ति. परन्तु तत्र द्विवचने पञ्चमी अथवा चतुर्थी द्विवचने आभ्याम् इत्यत्र भ्याम् इत्यत्र पश्यामः चेत् तत्र दीर्घ आकारः अस्ति इति कृत्वा प्रक्रियायां दीर्घ आकारः आयाति इति कृत्वा तत्र दीर्घ उकारः आदिष्टः भवेत्. अतः अमूभ्याम् इति रूपम्. एतेन सूत्रेण आधारेण एव भगिनी केचित् वैयाकरणः वदन्ति खलु विद्यमानस्य उकारस्य अपि सवर्णग्रहणं भवति. एतादृशसूत्रस्य आधारेण एकस्यैव इति नास्ति, एतादृशसूत्रस्य आधारे अन्य अन्यसूत्रमपि अन्यसूत्रमपि अस्ति किम्? एतादृश बहवः सूत्राणि सन्ति यत् ओकारादेशः भवितुमर्हति. अस्तु भगिनी, सामान्यतया विद्यमान अनुवर्णः अस्ति चेत् तत्र सवर्णं ग्रहणं न करोति, किन्तु विद्यमान उकार सवर्णं ग्रहणं करोति इति. सामान्यतया आदेशः, यदा आदेशः भवति, आदेशस्य विषये सवर्णानां ग्रहणं नास्ति. यत्र विद्यमानः आदेशः अस्ति तत्र सवर्णानां चिन्तनमेव न कार्यम्, यतोहि साक्षात् तत्र सूत्रे अकारः इत्युक्तः चेत् अकारः एव आदेशः भवति. परन्तु एतादृशसन्दर्भेषु यत्र उकारादेशः इति उक्तम्, उकारः विशिष्टः, तत्र उकारः इति उक्तं चेत् उकारस्य सवर्णानामपि ग्रहणं भवति इति कृत्वा ह्रस्व उकारः वा दीर्घ उकारः वा प्लुत उकारः वा इति न ज्ञायते. तदर्थं निर्णयार्थं प्रमाणम्. तत्र कः कस्यचित् प्रश्नः अस्ति वा भगिनि? किञ्चित् क्लेशः अस्ति भगिनि, स्पष्टता तावत् नास्ति, पुनरेकवारं वदति. कुत्र स्पष्टता नास्ति? एकं तु सूत्रार्थः न अवगतवती, पुनः कयो चिन्ता नास्ति, सूत्रार्थः न अवगतः चिन्ता नास्ति. यतोहि तत्र सूत्रे प्रक्रियः तत्र किम् अवगन्तव्यम् इति चेत् अधस् शब्दस्य असेः इत्युक्ते यदा सकारान्तः न भवति तदानीं दकारात् परं यः वर्णः अस्ति तस्य स्थाने उकारादेशः भवति, दकारस्य स्थाने मकारादेशः भवति इति सूत्रार्थः. अधस् शब्दस्य यदा सकारान्तः नास्ति तदानीं दकार उत्तरवर्ति यः वर्णः अस्ति तस्य स्थाने उकारादेशः भवति, दकारस्य स्थाने मकारादेशः भवति इति सूत्रार्थः. तत्र उकारादेशः भवति इति उक्तत्वात् उकारः सवर्णान् गृह्णाति, तर्हि उकारस्य सवर्णवर्णाः अपि सन्ति इति कृत्वा कः वर्णः आदिष्टः भवेत् इति न जानीमः, यतोहि बहवः वर्णाः सन्ति. अतः एतादृशसन्दर्भेषु स्थानेन अपि निर्णयः न शक्यते, यथा इदानीमेव चर्चितं, स्थानेन निर्णयः न शक्यते, अपि च गुणेन प्रयत्नेन अपि न शक्यते, यतोहि स्थानिनः अपि च आदेशः यः उकारः तयोः तत्र समानमस्ति, प्रयत्नः अपि समानः, आभ्यन्तरप्रयत्नः, स्थानं सर्वं समानम् अथवा स्थानं भिन्नं तत्र, तर्हि स्थानेन प्रयत्नेन निर्णयः न शक्यते. तदानीं प्रमाणम् इत्युक्ते तत्र उकारः कस्य स्थाने उकारः आदिष्टः भवेत्, ह्रस्ववर्णस्थाने आदिष्टः भवेत् चेत् ह्रस्व उकारादेशः, दीर्घ उकारस्य स्थाने आदेश दीर्घवर्णस्य स्थाने आदेशः चेत् दीर्घ उकारः. तावदेव अत्र अवगतं वा? इत्युक्ते अत्र अधसोसे दोमः इति सूत्रस्य सम्पूर्णतया विवरणम् इदानीं तावत् आवश्यकं नास्ति, यतोहि तत्र बहूनि सोपानानि सन्ति, अन्यानि सूत्राणि अपि सन्ति. परन्तु अत्र किम् अवगन्तव्यम् इति चेत् अस्य सूत्रस्य कार्यार्थम् अत्र उकारादेशः इति उक्तत्वात् कः तत्र उकारस्य सवर्णानामपि ग्रहणं भवति इति कृत्वा कः उकारः आदिष्टः भवेत्, यतोहि स्थानी एकः एव अस्ति, स्थानी एकः, आदेशः बहवः सन्ति, तर्हि तेषु कः वर्णः आदिष्टः भवेत् इति निर्णयार्थं स्थानं सहायं न करोति, गुणः अपि न सहायं करोति. तदानीम् वयं तत्र प्रमाणं प्रति गच्छामः. तर्हि ह्रस्ववर्णस्य स्थाने आदेशः चेत् ह्रस्ववर्णादेशः, दीर्घवर्णस्य स्थाने आदेशः चेत् दीर्घवर्णादेशः इति तावत्. अतः एव पूर्वम् अमुष्मै इत्यत्र ह्रस्व उकारः दृश्यते, अमूभ्याम् इत्यत्र दीर्घ उकारः दृश्यते. अस्तु, धन्यवादः. भवती अग्रे पठतु. ह्रस्व स्थानेन्द्रतमः इत्यत्र अत्र स्थाने इत्यस्य मात्राकाल आधारेण अत्र निर्णयः भवति इति अर्थः खलु भगिनि? तद् अवगच्छति चेत् यत्र कुत्रापि तस्य प्रयोगः शक्यते. इदानीं सूत्रस्य विवरणम् इदानीम् आवश्यकं नास्ति, यतोहि सूत्रस्य विवरणे वयं सूत्रस्य एकक्षणं भगिनि, सूत्रस्य विवरणे वयं प्रविशामः चेत् तत्र अत्र प्रमाणम् इत्यस्य अर्थः कः इत्येव विस्मरामः. यतोहि सूत्रे बहूनि सोपानानि सन्ति, तत्र अमुष्मै इति साधनार्थं बहूनि सूत्राणि सन्ति, तत्र त्यदादीनामः, अनन्तरम् अतो गुणे वृद्धिरेचि इत्यादीनि बहूनि सूत्राणि कार्यं करोति. तदनन्तरम् अधसौ सेदादोर् दोमः इति सूत्रं. तर्हि तत्र सर्वं वयं पश्यामः चेत् तत्र स्थानेन्द्रतमः इत्यस्य कः अर्थम् इति विस्मरणं जायते. अतः प्रक्रिया मास्तु इदानीम्. अत्र केवलं किम् अवगन्तव्यम् इति चेत् उकारः सवर्णं गृह्णाति इति कृत्वा निर्णयः न शक्यते. तदर्थं दैर्घ्यं वयं पश्यामः, मात्राकालं पश्यामः. इदानीं कस्य प्रश्नः, कस्यचित् प्रश्नः अस्ति वा? न भगिनि, मम आसीत् किन्तु भवती एव स्पष्टं कृतवती उकारस्य एव इति भवति. सत्यम्. अस्तु, विजयलक्ष्मी, जयलक्ष्मी भगिनी, क्षम्यतां, जयलक्ष्मी भगिनी अग्रे. आं पठामि भगिनि. अर्थः कुत्रचित् उच्चारणस्थानसादृश्येन आदेश. अत्र अन्तिम एकं वाक्यमस्ति, तत् पठतु. अत्र ह्रस्वकारस्य स्थाने ह्रस्वकारस्य स्थाने ह्रस्व उकारः, दीर्घ आकारस्य स्थाने दीर्घ ऊकारः, एतादृशस्थले स्थानेन अर्थेन गुणेन च निर्धारणं न भवति, अतः प्रमाणं निर्णायकः. यत्र उच्चारणस्थानेन सावर्ण्यं न दृश्यते, यत्र अर्थेन वा गुणेन वा सावर्ण्यं न दृश्यते तस्मिन् सन्दर्भे सावर्ण्यम् इति न वक्तव्यं, सावर्ण्यम् इति न वक्तव्यं, सदृशतमः इति वक्तव्यम्. सदृशतम तुल्यता न, सदृशतमः न चेत् तुल्यता न दृश्यते तस्मिन् सन्दर्भे प्रमाणं मात्राकालः आधारेण निर्णायकः भवति इति उक्तम् अत्र. अत्र अर्थेन किमर्थं दत्तमस्ति भगिनि? अग्रे तु अग्रे आयाति, प्रथमं तु प्रमाणं दृष्ट्वा अनन्तरमेव अर्थः खलु. हा इति अस्ति, परन्तु कुत्रचित् अर्थः अपि अस्ति, स्थानमपि अस्ति, प्रमाणमपि अस्ति चेत् तत्र तत्र किं प्रबलम् इति निर्णयः अपि आवश्यकः खलु. अतः अन्येन किमपि न शक्यते तदानीं प्रमाणेन इति उक्तं. यदि द्वयम् अपि शक्यते तदानीं चिन्तनीयं केन भवितुम् अर्हति इति पुनः चिन्तनीयं भवति. क्रमेण गच्छामः, किं तत्र क्रमः कः? स्थानमेव प्रमाणं, स्थानमेव प्राबल्यं, स्थानस्य प्राबल्यम्. अन्यत्र यत्र अन्यत्र द्वयोः प्रसङ्गः अस्ति वा इति, तादृशस्थलम् अस्ति वा इति द्रष्टव्यं. परन्तु स्थानमपि अस्ति, अर्थमपि अस्ति चेत् स्थानेन एव निर्णयः. स्थानमपि अस्ति, गुणः अपि अस्ति चेत् स्थानेन एव निर्णयः. सर्वत्र स्थानस्य प्राबल्यम्. गुणं प्रमाणम् अर्थम् इति अस्ति, परन्तु तत्र क्रमस्य तादृशमहत्त्वं नास्ति इति मन्ये. केवलं स्थानस्य विषये तादृशप्राबल्यं, परन्तु अन्यस्य विषये तादृशप्राबल्यं नास्ति. अस्तु अस्तु, अर्थः भगिनि. अर्थः कुत्रचित् उच्चारणस्थानसादृश्येन आदेशस्य निर्णयः न शक्यते. यदा स्थानेन न सम्भवति तदा अर्थः, गुणः, प्रमाणं च एषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति. अर्थस्य प्रसङ्गे यथा अत्र प्रथमवाक्ये एतादृशम् उक्तं यत् कुत्रचित् उच्चारणस्थानसादृश्येन आदेशस्य निर्णयः न शक्यते. यत्र उच्चारणस्थानेन सादृश्यं न भवति तस्मिन् सन्दर्भे अर्थः, गुणः, प्रमाणम् एषु अन्यतमः कः इति आधारेण सदृशतमः कः इति निर्णयः क्रियते. अत्र अर्थः कस्मिन् प्रसङ्गे भवति इति उक्तं, पद्दन्नौमा हृन् निषस्युषन् दोषन् यकन् छकन् उदन्नासन् शक् प्रभृतिषु इति सूत्रं. पद् दत् नस् मास् हृत् निश् आसन् युषन् दोषन् यकन् शकन् उदन् आसन् इत्येते आदेशाः विकल्पेन भवन्ति शक् प्रभृतिप्रत्ययेषु परेषु. अनेन सूत्रेण द्वितीयाविभक्तेः बहुवचनात् शस् आरभ्य सप्तमीविभक्तेः बहुवचनं सुप् यावत् एते आदेशाः विकल्पेन भवन्ति. सु औजस् अमौक्ष भगिनी भगिनी एकक्षणम् एकक्षणं तत्र पद्धन्नो मासीति सूत्रस्य पदविच्छेदं करोति वा? हा पद् दत्त सूत्रस्य पद् पद् दत्त तत्परं सन्धिः कः तत्र पद्दस्ति दत्तस्ति अनुनासिक पद्दत् तत्र तु वर्णमेलनं ततः परं नकारस्य अनन्तरं ततः परं नस् किमस्ति नस् मास् नसो मास् इति उक्तं नो मास् नसो नास्ति नो मास् नः इति अस्ति तत् तत्र उत्वं भवति विसर्गस्य हषि च इति उकारदिश ततः परं मास् हृत् हृत् इत्यस्य पुनः अनुनासिकसन्धि यरोनुनासिक अनुनासिको वा इत्यनेन ततः परं किमस्ति निश् निश् आसन् तत्र नास्ति किमपि तत्र टङ्कनदोषः अस्ति किमस्य शकारस्य मूर्धन्यशकार भवति खलु न निशासन् दीर्घः भवेत् वा हा दीर्घः न दृश्यते न तत्र आसन् नास्ति आसन् तत्र मुद्रणदोषमस्ति आसन् इति यूषन् तत्रापि किमपि नास्ति ततः परं यूषन् अस्तु भगिनि धन्यवादः इदानीम् उमा भगिनी अग्रे दोषन् अनन्तरं दोषन् येस् येस् येस् दोषन् इत्यत्र अस्ति वा दोषन् अमस्मै अम् अर्थः कुत्र अस्ति भवती अस्माभिः तत्र इदानीं पद्धन्नो मास् इति सूत्रं पठन्तः स्म येस् येस् पद्धन्नो मास् हृन् निशसन् निशसन्यूषन् दोषन् दोषन् अत्र सन्धिः अस्ति सन्धिः अस्ति वा दोषन् दोषन् इट् इस् दोष दोषन् इट् इस् नास्ति इट् इस् शत्रुप्रत्ययन्तम् दोषन् हा तत्र दोषन् इति तत्र तु सन्धिः नास्ति अनन्तरं दोषन् दोषन् दोषन् यक् यकञ्चक यकञ्चक उन्नास तत्र सन्धिः अस्ति वा इति वक्तव्यम् ओ दोषन् सन्धिः नास्ति देन् कञ्चन् दिस् अत्र सन्धिः अस्ति कन् दोषन् यक् यक यकञ्चक एकञ्चकन् उदन् उदन् अत्र एकञ्चकन् अत्र विनय महोदय सहायं करोति वा नश्यति प्रशान् यकन् अहं पश्यामि यकन् अतः यै प्रत्याहारे यै अनुस्वारे आधारेण मूल्यं न अस्ति तदनन्तरं च स्थाने श अस्ति परन्तु यकन् योगः शकन् इति अस्ति यकन् योगः शकन् इति मूले यकन् तु अहं केवलं वदामि यत् यत्र अत्र च अस्ति तर्हि न अस्ति तर्हि एव यकन् भवति भवति तदनन्तरं नकारः भवति नकारः भवति वयं जानीमः पदान्त झल् झलि प्रत्यये परे इत्यादि परन्तु पूर्वम् अहं न स्मरामि नहचः अपदान्त झलि परे अस्तु तर्हि तत्र विजयलक्ष्मी भगिनी वदतु प्रथमं स्तोश्चुनश्चुः इति शुत्वं भवति तत्र नकारस्य स्थाने नकारः आयाति अनन्तरं न प्रथमं जष्त्वं ततः आरभ्य करणीयं वा भगिनि यथा तत्र उचितं यथोचितं तत्र प्रथमं शकारः अस्ति कर्कषः अतः न प्रथमं जष्त्वं भवति यत्किमपि भवतु पदान्ते जष्त्वं भवति अतः प्रथमं कुत्र अस्ति शकन् इति शक् यकन् इति अस्ति तत्र यकन् इत्यस्य तु जष्त्वं न भवति पदान्ते नकारः अस्ति अनन्तरं शकारः अस्ति शकारस्य तत् स्तोश्चुनश्चुः इत्यनेन यकारः एव प्रथममेव आयाति भगिनि यकारः आयाति यकारः आयाति यकारः अस्ति इति कृत्वा तदेव अस्ति अनन्तरं छत्वं भवति छकारः आयाति तत् छत्वं छे चः इति वा छत्वं केन सूत्रेण भवति षष्ठोटि षष्ठोटि सत्यं षष्ठोटि इति सूत्रेण षकारात् अनन्तरम् अकारः अस्ति इति कृत्वा षकारस्य छत्वं भवति अतः शकै छकन् इति भवति परन्तु ण्यकारः जय् प्रत्याहारे अस्ति वा चकारः तत्र तुगागमः भवति सत्यं तुगागमः भवति शकार तदेव शाट् इति वा भगिनी तुगागमः शकारात् अनन्तरं नकारः अस्ति तदनन्तरं शकारः अस्ति चेत् तत्र तुगागमः भवति केनापि सूत्रेण शितुक् शितुक् तुक् आगमः भवति अनन्तरं तकारस्य पुनः जष्त्वं भवति जष्त्वात् अनन्तरं तकारः जकारः भवति अनन्तरं शुत्वं भूत्वा शुत्वं भवति शकारः अस्ति इति कृत्वा तत्र चकारः आयाति चकारः आयाति अनन्तरं चर्त्वं भूत्वा चकारः आयाति अनन्तरं शकारः किं शकारात् अनन्तरम् अकारः अस्ति इति कृत्वा छत्वमपि भवति तर्हि इदानीं तत्र ण्यकारः चकारः अपि स्यात् खलु कुत्र गतं चकारः तत्र विकल्पेन तत्र किमपि एकनिमिषं भगिनि विकल्पेन सवर्णे हा तत्र तस्य लोपः अपि भवति इत्युक्ते तत्र बहूनि सोपानानि सन्ति एकवर्षम् अभवत् सर्वं विस्मृतवती समीचीनं समीचीनम् अस्ति मनसि अत्र बहु बहूनि सूत्राणि सन्ति, कति सूत्राणि सन्ति तत्र? प्रथमं तु क्रमेण वक्तुं शक्यते वा भगिनि? अहमेव एकं वदामि, किं वदामि इति चेत् अत्र इदानीं समयः अतीतः भगिनि विजयलक्ष्मी भगिनि, प्रक्रियां लिखित्वा मह्यं प्रेषयतु, अहं सर्वेषां कृते प्रेषयामि. अस्तु, प्रेषयामि, अहमपि करोमि. केवलं यकन् शकन् इत्यस्य एव खलु? यकन् शकन् इत्यत्र यकन् शकन् अनन्तरं यकन् शकन् अनन्तरम् उदन् शकन् उदन् तत्र नमुगडाम नमूडागमः आगमः अस्ति आरम्भतः. अस्तु, सर्वेषां सन्धीनाम् एकमेकं कृत्वा प्रेषयामि भगिनि. अस्तु, समीचीनं, तर्हि तत्र पश्यामः. अस्तु, तर्हि अत्र स्थगयामः. अत्र सूर्यकुमारी भगिनी वदतु, अर्थमनुसृत्य किं तत्र कथं निर्णयः इति वदतु. अर्ध इत्युक्ते यत्र यत्र स्थाने गुण प्रमाणं विषये न शक्यते तत्र अर्थ उपयुज्य आदेशः भवति. सत्यं, यत्र स्थानेन गुणेन प्रमाणेन निर्णयः न शक्यते तत्र अर्थमाश्रित्य निर्णयः भवति इति अत्र उक्तमस्ति. अस्तु, तदर्थमेव अत्र इदं सूत्रमस्ति. अस्मिन् सूत्रे अत्र केवलम् आदेशः एव उक्तः अस्मिन् सूत्रे. अस्मिन् सूत्रे केवलं पद् दत् नस् मास् हृत् निश् इति एते आदेशाः भवन्ति इत्युक्तं. शस् प्रभृतिषु, शस् इति तत्र सुप्रत्ययेषु सु औजस् अमौट् शस् शस् इति द्वितीयविभक्तिः विभक्तेः आरभ्य एते आदेशाः भवन्ति इत्युक्तं, परन्तु कस्य स्थाने इति न उक्तम्. तर्हि स्थानं कथं निर्णेतुं शक्यते इति चेत् तदानीम् अर्थमनुसृत्य, तर्हि एतेषां पदानां यः अर्थः अस्ति तादृश अर्थे यस्य प्रातिपदिकम् अस्ति तादृशप्रातिपदिकस्य स्थाने एतादृश आदेशाः भवन्ति शस् प्रभृतिषु, इत्युक्ते शस् इत्यादिषु, शस् इत्यादिषु एते आदेशाः भवन्ति यस्य एतादृश अर्थः अस्ति. स्थानेन निर्णयः न शक्यते, यतोहि पद् इति वदामः चेत् तत्र स्थानस्य उल्लेखः नास्ति. अनन्तरम् आभ्यन्तरप्रयत्नेनापि निर्णयः न शक्यते. अनन्तरं मापनेन प्रमाणेन दैर्घ्यम् आधारीकृत्यापि निर्णयः न शक्यते इति कृत्वा अत्र अर्थम् आश्रित्य अस्य पदस्य कः अर्थः, पद् इत्यस्य कः अर्थः, लोके कः अर्थः स्वीकृतः, तस्मिन् अर्थे यद् प्रातिपदिकमस्ति तस्य स्थाने एतादृश आदेशाः भवन्ति इति एव सूत्रार्थः. यतः अग्रे अग्रे सर्तुं शक्नुमः. कोऽपि प्रश्नः अस्ति वा न भगिनि? अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, धन्यवादः भगिनि, नमस्कारः. धन्यवादः भगिनि, धन्यवादः, नमस्कारः, धन्यवादः.